ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ नमः सर्वेभ्यः सर्वेभ्यो नमः धन्यवादः भगिनि अस्माकं सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रथमः विषयः अस्ति तत्र निजन्तं प्रेरणार्थे निच्छति तत्र वयं पुटसङ्ख्या 73 मध्ये स्मः तत्र प्रथमवाक्यं तत्र भवति सरला पाठं पठति इति तर्हि तत्र वेदभगिनी आरम्भं करोति वा आं महोदय एतानि वाक्यानि उच्चैः पठत तथ अवगच्छत सरला पाठं पठति साधारण वाक्यमस्ति शिक्षकः सरलां पाठं पाठयति तत्र पाठयति इति तत्र निजन्तप्रयोगमस्ति पाठयति शिक्षकः कर्ता सरलां कर्म पाठम् अपि कर्मपदमेव सरलां पाठं पाठयति तत्र प्रयोजककर्ता प्रयोज्यकर्ता इति वदनीयं वा इदानीं मास्तु तत्र इदानीं तत्र केवलं रूपं वदामः अग्रे गत्वा तत्र पुनः एकवारं तत्र सम्यक्तया तत्र प्रयोज्यकर्ता प्रयोजककर्ता इति अग्रे वदामः इदानीं आरम्भे केवलं तत्र आरम्भे अस्माकम् अवगमनं कुत्र अस्ति इत्युक्ते तत्र रूपस्य पठति पठ धातु तत्र लट्लकारप्रयोगमस्ति पठति पाठयति इति तस्य निजन्तप्रयोगमस्ति पाठयति इति हा समीचीनम् इदानीं तथा एव तत्र पठति इति अस्ति निजन्तरूपं पाठयति इदानीं तत्र एतदस्ति तत्र लट्लकाररूपं खलु तर्हि तत्र हा अन्यानि रूपाणि अपि किञ्चित् चिन्तयामः वा नाम पठति पठतः पठन्ति पाठयति पाठयतः पाठयन्ति इति वा अस्तु अपि मध्यमपुरुषे पठसि पठतः पठत पठ पाठयसि पाठयतः पाठयथ पठामि पठावः पठामः पठामि तत्र किं पठामि पाठयामि पाठयावः पाठयामः इति अस्तु समीचीनम् अस्तु उत्तमम् अस्तु धन्यवादः अस्तु अग्रे शोभा भगिनी आम् महोदय छात्रः विद्यालयं गच्छति पिता छात्रं विद्यालयं गमयति तत्र छात्रः स्वयं विद्यालयं गच्छति निजन्तवाक्ये पिता तं विद्यालयं गमयति अतः पिता छात्रं विद्यालयं गमयति इति तत्र निजन्तवाक्येषु कर्मपदद्वयं दृश्यते तत्र छात्रम् इति अपि कर्मपदं विद्यालयम् इति अपि कर्मपदं तत्र गमयति इति इदानीं तस्य कर्ता पिता अस्ति छात्रः विद्यालयं गच्छति इति चेत् गच्छति इत्यस्य कर्ता छात्रः एव द्वितीयवाक्ये पिता तस्य कर्ता अस्ति गमयति इत्यस्य समीचीनम् इदानीं तत्र वदतु भगिनि किं वक्तुम् इच्छति महोदय नाम तत्र एकमेकं नूतनरूपमपि किञ्चित् वदामः नाम तत्र इदानीं तत्र वेदभगिनी बहुवचने अपि मध्यमपुरुषे उत्तमपुरुषे अपि उक्तवती इदानीं तत्र भूतकालरूपम् अपि तत् कथं भवति इति किञ्चित् केवलम् अभ्यासार्थम् एकं तादृशं तर्हि वदामश्चेत् गच्छति इत्यस्य अगच्छत् अगच्छताम् अगच्छन् इति भवति तर्हि किं तत्र गमयति इत्यत्र अगमयत् इति भवति अगमयत् अगमयताम् अगम अगम किं भवति तत्र गमयति अगमयत् अगमयताम् अगच्छन् इति अगम तत्र अगच्छन् तत्र रूपं भिन्नं भवति वा अगमयन् अगमयन् खलु अगमयन् हा अगमयन् एव भवति अगमयन् हा अपि च किं मध्यमपुरुषे अगमयः इदानीं तत्र दृष्ट्वा वदामि भगिनि केवलं तत्र प्रथमपुरुषे प्रथमपुरुषे वा अस्तु केवलं नाम बहु दूरं गमनं मास्तु केवलं तत्र सर्वदा लट्लाकररूपमेव वदामः खलु अतः लट्लाकररूपं चिन्तयित्वा तदनन्तरम् अन्यत् किमपि रूपं नाम तत्र लङ्लकारः अथवा तत्र केवलं तस्य अभ्यासार्थम् अस्माकं मनसि भवति इति अतः भवती वाक्ये वदामि महोदय पिता छात्रं विद्यालयम् अगमयत् अगमयत् पिता छात्रं विद्यालयम् अगमयत् पितरौ इति पितरौ तत्र छात्रं छात्रौ इति एव भवति पितरौ छात्रौ छात्राणि पितरौ छात्राणि अगमयतां पितरः छात्राणि अगमयन् इति तावदेव केवलं नो चेत् अस्माकं मनसि केवलं लट्लकारः एव तिष्ठति अन्यानि लकाराणि केवलम् एकम् चित्वा किञ्चित् वदामश्चेत् लाभः भवति तावदेव छात्राणि किमर्थं छात्राः किं भगिनि छात्राः सत्यं छात्राणि एव नाम तत्र छात्रः क्षम्यतां छात्रः इति पुल्लिङ्गपदं खलु छात्रः इति पुल्लिङ्गपदं खलु छात्राणि छात्रान् हा पितरः छात्रान् विद्यालयम् अगमयन् तत्र द्विवचने पितरौ छात्रौ इति एव भवति द्वितीयविभक्तिः पितरौ छात्रौ विद्यालयम् अगमयताम् इति भवति अगमयता अस्तु समीचीनम् अस्तु समीचीनम् उत्तमम् अस्तु इदानीं वेदभगिनी इदानीं तृतीयवाक्यम् आं महोदय चक्रं परिभ्रमति चक्रं परिभ्रमति तत्र कर्ता सः चक्रं परिभ्रमति इति सः चक्रमेव चक्रमेव कर्ता वा चक्रमेव तत्र चक्रमेव परिभ्रमति अकर्मकधातुः परिभ्रमति अकर्मकक्रियापदं तत्र परिभ्रमति ओके अकर्मकक्रियापदं गोपालः चक्रं परिभ्रमति भ्रामयति किमर्थं भवति तत्रैव निजन्तं निजन्तरूपं भ्रामयति वा ओके भ्रमति भ्रामयति भ्रामयति भ्रमति भ्रामयति परि इति उपसर्गः उपसर्गस्य परिवर्तनं न भवति खलु उपसर्गः तिष्ठति एव भ्रमिति धातु अस्ति चेत् निजन्तप्रयोगे तत्र णत्वस्य कारणे तत्र उपधायां दीर्घ भवति यदि पुगन्तलघुपदस्य सूत्रपट् तत्तु तत्र नास्ति भ्र रेफः तदेव भ्रा न भवति न भ्र एव तिष्ठति इति अहं मन्ये परिभ्रमयति इति न तत्र पाठयति इति भवति खलु तथा एव खलु भगिनि नो पाठ इस् ओके पाठ इस् ओ ओ देट् इस् ओके बिकास् पकारस्य अकारः अकारस्य दीर्घः सो परिभ्र ओ रेफस्य अकार वा रेफात् परम् अकारः अस्ति खलु लेट् मी लुक् इन् निजन्ते भ्रमयति इति एव अस्ति तत्र परिभ्रमयति करेक्ट् अष्टाध्यायि मध्ये परिभ्रमयति एव तत्र दत्तं परिभ्रमयति इति वा मितां ह्रस्वः इति वा मे बि अष्टाध्यायि मध्ये तद् समीचीनं नास्ति तस्य रूपम् इति मन्ये न अष्टाध्याय्याम् अपि भ्रमयति इति एव अस्ति भ्रामिति भवति भ्रामिति भवति न न न वाट् इस् इन् गिवन् इन् अष्टाध्यायी मितां ह्रस्वः सूत्रं कार्यं करोति तत्र तदेव भ्रामिति आयाति भ्रामिति परन्तु भ्रं भवति किमर्थं चेत् मितां ह्रस्वः तत्र मकार अस्ति न सो मितां ह्रस्वसूत्रं तत्र किमर्थं कार्यं करोति तस्मिन् गणे अस्ति प्रायशः ओ ओके गणसूत्रं तदेव परिभ्रम् इति दीयते तत्र परिभ्रम् परन्तु पुस्तके तु भ्राम इति दीयते मित् सम्यकस्य अङ्गस्य उपधावर्णस्य णिच् प्रत्यये परे ह्रस्वादेशः अत्र मित् अस्ति खलु भ्रम् इति मित् तदेव परिभ्रमयति वा हौ कम् दिस् इस् भ्रामयति डौट् परिभ्रमयति परिभ्रमयति बिकास् आफ् मितां ह्रस्वः ऐ सी ओके समीचीनं वा महोदय तत्र अष्टाध्यायी मध्ये किं दत्तं तर्हि तत्र परिभ्रमयति परिभ्रमयति इति एव दत्तं वा भ्रामयति इति तु सत्यं तस्य रूपं भ्राम इति भवति भ्रामी इति भवति परन्तु मितां ह्रस्वः मकार अस्ति न ब्रह्म इम् मित् अस्ति इति कारणतः मितां ह्रस्वसूत्रं तत्र कार्यं करोति तदेव आकारस्य लोपः भवति तत्र ह्रस्व भवति परिभ्रमयति इति समीचीनं वा भगिनि आम् आं भगिनि तदेव मितां ह्रस्व इत्यनेनैव ह्रस्वः भवति अत उपादायः इत्यनेन दीर्घः तदनन्तरं अत उपादायः इत्यनेन दीर्घः मितां ह्रस्व इत्यनेन ह्रस्व भवति आकारस्य लोपः भवति ह्रस्व ओके अस्तु तस्य रूपं वदामि वा परिभ्रमति गोपालः चक्रं परिभ्रमयति गोपालः गोपालः नास्ति गोपालः रामौ गोपालौ चक्रं चक्रमेव तिष्ठति वा तत्र चक्रमेव गोपालौ चक्रम् और् तस्यपि द्वितीयवचनं वदामि वा चक्रमेव चक्रमेव गोपालौ चक्रं परिभ्रमयतः भ्रमयतः अपि च गोपालाः चक्रं परिभ्रमयन्ति समीचीनं भ्रमयति इदानीं तत्र अन्यत् किमपि रूपं लङ्लकारे वदामि वा लङ्लकारे तु ताम् अन् तु ताम् अन् ओके तत्र लङ्लकारे गोपालः चक्रं परिभ्रमयत् परिभ्रमयत् परिभ्रमयत् खलु किन्तु अत्र सन्धि खलु तत्र अस्तु तर्हि रूपं किं गोपालः चक्रं प्रथमतया भगिनी तत्र क्रियापदं परि भगिनी भगिनी भगिनी वेदा भगिनी स्वनेन गच्छामः तर्हि भ्रमयति इति अस्ति खलु भ्रमयति इति दातु क्रियापदम् इदानीं तस्य लङ्लकाररूपं लङ्लकाररूपम् अकार अयोगः ब्रह्मयोगः अत् अभ्रमयत् परि अभ्रमयत् अस्ति परि प्लस् अ पर्य इति भवति पर्यभ्रमयत् भ्रमयत् पर्यभ्रमयत् पर्यभ्रमयत् पर्यभ्रमयत् पर्यभ्रमयतां पर्यभ्रमयन् इति उत्तमम् अतः इदानीं गोपालः गोपालकचक्रं पर्यभ्रम्यत् पर्यभ्रमयत् गोपालक पर्यभ्रमयतां गोपालौ पर्यचक्रं पर्यभ्रमयताम् अण्ड् गोपालाः चक्रं पर्यभ्रमयन् इति अस्ति उत्तमम् तावदेव अस्ति केवलम् एकम् अन्यत् रूपं चित्वा वदामश्चेत् अस्माकं मनसि अपि तिष्ठति इति तावदेव अस्तु समीचीनं भगिनि अस्तु शोभा भगिनि अग्रे अग्रे चाणक्यः राजसभां प्रविशति द्वारपालः चाणक्यं राजसभां प्रवेशयति अस्तु तर्हि तत्र प्रविशति इत्यस्य कर्ता चाणक्यः द्वारपालः प्रवेशयति इत्यस्य कर्ता भवति तत्र चाणक्यः राजसभां अविशत् प्राविशत् इति भवति लङ्लकारे अपि च णिजन्ते द्वारपालः चाणक्यं राजसभां अवेशयत् अतः प्रावेशयतां प्रावेशयन् इति भवति द्वारपालः चाणक्यं हा राजसभां द्वारपालाः चाणक्यं राजसभां प्रावेशयन् इति अस्तु समीचीनम् अस्तु अग्रे वेदा भगिनी निर्मला संस्कृतभाषां जानाति तत्र निर्मलाकर्ता जानाति इति कर्मपदम् तत्र ज्ञादातु तदेव तस्य रूपपरिवर्तनं भूत्वा जानाति इति रूपम् आयाति लट्लकारे परन्तु निजन्ते धातु मूलधातु एव ज्ञाधातु एव तत्र तिष्ठति गौरी तत्र गौरी इति ज्ञापयति इति रूपं प्राप्नुमः ज्ञाधातु ज्ञाप तत्र कोऽपि सूत्रमस्ति तत्कारणेन पकार आयाति इति मन्ये सूत्रस्य मनसि न आगतवती बट् सूत्रमस्ति तत्र ज्ञाप इति आयाति ज्ञाप किं सूत्रम् इति द्रक्ष्यामि वा द्रक्ष्यामि ज्ञाधातु ज्ञाप किमर्थम् आकारान्तधातूनां कृते अर्ति ह्री व्लि रि पुङ्णौ इति पुगागमः अर्ति ह्री व्लि रि क्नु मायातां पुङ्णौ इति पुङ्णौ पुक् आगमः भवति तस्य ओके ओके ओके पुक्णौ पुङ्णौ सो तदेव तत्र ज्ञाप इति आयाति ज्ञाप ज्ञाधातु पकार पुकागमः ज्ञाप यकार यति ज्ञापयति इति रूपं प्राप्नुमः तस्य लङ्लकाररूपं भवति लङ्लकारे भगिनि तत्र एकवचने द्विवचने केवलं क्रियापदं ज्ञापयति ज्ञापयतः ज्ञापयन्ति लट्लकारे लङ्लकारे अज्ञापयत् अज्ञापयताम् अज्ञापयन् इति समीचीनं केवलम् इदानीं वाक्यं गौरी निर्मलाम् इति संस्कृतभाषां ज्ञापयति गौरी निर्मला गौरी गौरी नदी नद्यौ गौर्यौ निर्मलां संस्कृतभाषां ज्ञापयतः तीतः भगिनि केवलम् एकवचने एव भवेत् किन्तु लङ्लकारे तावत् ओ अस्तु गौरी निर्मलां संस्कृतभाषां ज्ञापयति लङ्लकारे गौरी निर्मलां संस्कृतभाषाम् अज्ञापयत् इति एव तावदेव अस्तु समीचीनं भगिनि बहु प्रयासः मास्तु मूर्छ्यः तु निश्चेव किञ्चित् इतः ततः किञ्चित् गच्छामः तावदेव धन्यवादः भगिनी समीचीनम् अस्तु अस्तु शोभा भगिनी अग्रे आं महोदय नौका जले तरति नौका तरति नौका इति कर्तृपदं तरति इत्यस्य पुरुषः नौकां जले तारयति इदानीं पुरुषः तारयति इत्यस्य कर्ता तर्हि तत्र तरति तरतः तरन्ति पुरुषः नौकां जले तारयति तारयतः तारयन्ति इदानीं कस्मिन् लकारे करणीयं महोदय तत्र यत् भवतः भवत्याः इच्छा अस्तु तत्र लोट् न कृतं खलु लोट् न कृतं तत्र पुरुषः नौकां जले तारयतु तत्र पठतु तारयतां तारयन्तु पुरुषः नौकां जले तारयतु पुरुषः नौकां जले तारयतां पुरुषः नौकां जले तारयन्तु इति समीचीनं भगिनि उत्तमं केवलम् एकमेकं यत् एतादृशं कुर्मश्चेत् अस्माकं मनसि अन्यानि अन्ये लकाराः अपि तिष्ठन्ति तावदेव रसिकाः तुष्यन्ति रसिकाः तुष्यन्ति नाटकं रसिकान् तोषयति तत्र नाटकं रसिकान् तोषयति रसिकान् इति बहुवचनरूपं नाटकं तोषयति ओ ओके तदेव तत्र नाटकं तोषयति नाटकं तोषयति तदेव एकवचनरूपं दत्तं तत्र तोषयति इति अस्तु तदेव तस्य लङ्लकाररूपं अतोषयत् अपि च लोट्लकारे तोषयतु इति वा तोषयति तोषयतः तोषयन्ति तत्तु लट्लकार लोट्लकारे तोषयतु तोषयता तोषयतु तोषयतां तोषयन्तु लट्लकारे तोषयन्तु समीचीनं तत्र तोषयति अस्ति चेत् तोषयतु इति तत्र रूपं भवति लोट्लकारे इति अस्ति नाटकं रसिकां तोषयतु ओके आं महोदय अग्रे राष्ट्रध्वजः स्फुरति राष्ट्रभक्ताः राष्ट्रध्वजं स्फोरयति स्फोरयन्ति क्षम्यतां स्फोरयन्ति तत्र नाटक क्षम्यतां राष्ट्रभक्ताः राष्ट्रध्वजं स्फोरयन्ति तर्हि स्फोरयति स्फोरयतः स्फोरयन्ति अस्फोरयत् अस्फोरयताम् अस्फोरयन् इति भवति तत्र यतोहि तत्र निजन्ते गुणः भवति स्पोर् इति स्पोरि इति भवति गुणः न स्पोरि इति धातुः भवति निजन्तधातुः स्पोरि अतः स्फोरयन्ति इति भवति अकारस्य योजनेन अट् अड अट् योजनेन तत्र अस्फोरयत् अस्फोरयताम् अस्फोरयन् इति भवति अस्तु समीचीनं तर्हि तत्र केवलम् एतद् वाक्यं महोदय तत्र स्फुर्धा इति धातु रैट् तत् अस्ति न लघु उकारस्य गुणः भवति तत्र रैट् स्फोर इति रैट् पोरि इति धातुः भवति निजन्तधातुः तत्र केवलं तत् वाक्यं लङ्लकारे वदतु भगिनि राष्ट्रभक्ताः राष्ट्रभक्ताः राष्ट्रध्वजम् अस्फोरयन् इति अस्तु तावती समीचीनं भगिनि एतादृशं केवलम् अभ्यासार्थं अस्तु अग्रे वेदा भगिनि पुत्री औषधं पिबति तत्र पुत्री औषधं पिबति पादातु अस्ति तस्य रूपं लट्लकारे पिब इति भवति किमर्थं चेत् एकं सूत्रमस्ति पाघ्राद्मा संथिङ्ग् लैक् दट् दीर्घसूत्रमस्ति तत्र पा इत्यस्य पिब इति आदेशः भवति तत्र तदेव पिबति इति रूपं तत्र अस्ति हित् परे तदेव पिबति आयाति परन्तु निजन्ते पा एव अस्ति अपि च तत्र पाय किमर्थं भवति पाधातु यकार तदा तत्रापि एकं सूत्रमस्ति इति मन्ये यकारस्य आगमः भवति किं सूत्रमस्ति निजन्ते पाय इति पठितवती परन्तु न स्मृतवती पाय केन सूत्रेण ओ युक् आगमः भवति अस्तु अस्तु एकत् सूत्रमस्ति महोदय तत्र साक्षा साह्वा व्या वेपां युक् इति एकसूत्रमस्ति तत् सूत्रेण तत्र पाधातोतः पा इत्र युक् आगमः भवति कित् अस्ति यकार आगमः भवति कित् अस्ति इति कारणतः परे ङित् वाट् इस् दट् टित् ङित् कित् कित् मीन्स् परे परे आयाति तस्य सो पा योगः यकार यकाराय तदेव पाय इति रूपमस्ति पाय यति पायि इति अतिदेशिकधातुः अस्ति पायि पायीय पायि पायि इति अतिदेशिकधातु तस्य तस्य रूपं पाययति इति लट्लकारे भवति अपि च तस्य लङ्लकारे रूपम् अपाययत् इति मन्ये अपाययत् अपाययत् तस्य वाक्यं माता पुत्री औषधम् अपाययत् माता पुत्रीम् औषधम् अपाययत् माता मातारौ मातारः अस्ति चेत् मातारः पुत्रीम् औषधम् अपाययन् इति भवति मातरः खलु तत्र मातारः इति मातरः वा मातरः मातरः पुत्रीम् औषधम् पाययन् अपाययन् इति महोदय जनाः हसन्ति विदूषकः जनान् हासयति तत्र विदूषकः इदानीं हासयति तत्र लङ् एव करोमि यतोहि लोट् इत्यस्य अपेक्षया तत्र किञ्चित् क्लेशः अस्ति इति कृत्वा अभ्यासः भवति विदूषकः जनान् अहासयन् अहासयत् इति अहासयत् अहासयताम् अहासयन् इति भवति तर्हि विदूषकौ जनान् अहासयताम् विदूषकाः जनान् अहासयन् इति भवति समीचीनं तत्र हस् इत्यत्र हास् इति निजन्तधातुः भवति छात्रः बोधति तत्र बुध् इति धातुः अस्ति तस्य लट्लकाररूपं बोधति इति छात्रः कर्ता छात्रः बोधति कर्म तत्र अकर्मकधातुः इति मन्ये तत्र कर्म नास्ति एकप्रश्नमस्ति यदि सकर्मकधातुः अस्ति चेत् कर्म भवेत् एव वा भवनीयं वा तत्र इति नास्ति न तद् नास्ति इति नास्ति तत्र छात्रः गच्छति छात्रः गच्छति गम् धातुः सकर्मकः किन्तु ओके छात्रः बोधति शिक्षकः छात्रं बोधयति तत्र बोधयति इति तस्य कर्ता अस्ति शिक्षकः शिक्षकः छात्रं कर्मपदं बोधयति बुध् धातुतः बोधि इति निजन्त अतिदेशिकधातुः अस्ति बोधि तस्य रूपं भवति बोधयति इति लट्लकारे लङ्लकारे अबोधयत् इति मन्ये अबोधयत् शिक्षकः छात्रम् अबोधयत् शिक्षकाः छात्रम् अबोधयन् इति समीचीनम् अस्तु अग्रे शोभा भगिनि आं महोदय जागर् अस्तु अग्रे बालकः जागर्ति बालकः एव जागर्ति, पिता बालकं जागरयति, तत्र जागरयति इति निजन्तरूपं, तत्र अजागरयत् अजागरयताम् अजागरयन् इति रूपाणि भवन्ति. तर्हि बालकः जागर्ति तत्र रूपाणि किञ्चित् भिन्न, तत्र बालकः जागर्ति, बालकौ जागृतः, बालकाः जाग्रति इति रूपाणि भवन्ति. किन्तु निजन्तप्रयोगे बालकः अजागरयत् बालकः अजागरयताम् न न क्षम्यताम् पिता बालकम् अजागरयत् पितरौ बालकम् अजागरयतः अजागरयताम् पितरः बालकम् अजागरयन् इति रूपाणि भवन्ति. समीचीनं. तत्र तत्र धातु किमस्ति, जागृ वा? जागृ धातुः. जागृ जागृ ऋकारन्त जागृ. अस्तु. तर्हि तत्र इदानीं तत्र अग्रे सरामः. किन्तु तत्र मम प्रश्नः अस्ति, अत्र स्वरूपमहोदयस्य तत्र प्रेरणार्थे णिच् परिचयः इति करपत्रमपि अस्ति, तद् भवत्यो पठितवन्तौ वा, तत्र पठितवत्यो वा तत्र? आं, पाठितम् अस्मान् महोदय. अथवा तर्हि तत्र अहं तु पूर्वं न पठितवान्, तर्हि तत्र लाभः भवति खलु? तर्हि तत्र यदि पठामः वा अथवा बहु दीर्घम् अस्ति वा, तत्र किं चिन्तनं? तत्र एतादृशं कर्तुं शक्नुमः महोदय, यत्र तत्र निजन्त पुस्तके यानि सूत्राणि दर्शितानि तान् सूत्राणि पठितुं शक्नुमः, अथवा सम्पूर्णतया अपि पठामः चेत् लाभाय इति एव. वेदभगिनी किं चिन्तयति? आमामां, समीचीनं. या सत्यं, तदेव मम अभिप्रायः. नो चेत् तत्र पुनरावर्तनं भवति मम कृते इति मन्ये महोदय. इति वा? अस्तु भगिनि, मम कृते तु नूतनं, किन्तु तत्र एकनिमिष तत्र तत्र तत्र एतत् भवान् शेर् कर्तुं शक्यते वा? करोमि भगिनि, एकनिमिषः. एकनिमिषं करोमि भगिनि. तत्र चाट् मध्ये प्रेषयामि वा अथवा तत्र वाट्साप् मध्ये वा? किं एव एफ् सि सि मध्ये एव अत्र एव भवान् शेर् कर्तुं शक्यते चेत्. अस्तु, एकनिमिषः भगिनि. ओ एकनिमिषः, तत्र अस्तु. तर्हि तत् प्रेषितवान्. अस्तु, तत्र यदि भवान् स्क्रीन् शेर् करोति इति प्रायशः भवत्या पृष्टम् इति मन्ये. अस्तु अस्तु अस्तु, एकनिमिषं भगिनि. तदपि अस्तु, एकनिमिषं. तर्हि तत्र ओ अहम् इदानीं तत्र दूरवाण्यां. अस्तु अस्तु, नास्ति चिन्ता महोदय. एकनिमिषं भगिनि, प्रेषयामि. एकनिमिषं भगिनि. यतोहि तत्र ओके, ऐ गाट् इट्. तत्र प्रथमं पाठं नीतवान् वा महोदय, प्रेरणार्थे निच् इति 01 परिचयः? तत्र एकादश तत्र अध्यायसङ्ख्या एकादश, प्रेरणार्थे णिच् परिचयः इति ओ अस्तु यतोहि भगिनी तत्र उपरि अपि अस्ति हा तत्र हा सत्यं भगिनी हा प्रेरणार्थे णिच् इति तत्र सङ्ख्या एकम् इति अस्ति तद् बहु दीर्घमस्ति इति चिन्तितवान् भगिनी अतः अहं चिन्तितवान् अहं न जानामि अतः भवत्यो किं महोदय भवनेश्वरभट्ट महोदयस्य एक निजन्त इति एक पुस्तकमस्ति पुस्तकमस्ति किन्तु भगिनी तत्र लघुपुस्तकमस्ति किं तत्र सूत्राणि दत्तानि वा आम् इति मन्ये महोदय कुत्रचित् हा एतावत् न खलु भगिनि नत्वं निजन्तम् इति एक पुस्तकमस्ति तत्र स्थापित पुस्तकमस्ति प्रेषितवती खलु महोदय तत्र भवती भवती प्रेषितवती सत्यं भगिनि शोभगिनी प्रेषितवती अतः तत्र किन्तु तत्र सर्वं न तत्र सूत्राणि न दत्तानि इति मन्ये भगिनी अतः तत्र तदेव प्रधानसूत्राणि दत्तानि महोदय तत्र प्रामुख्यतया गतिबुद्धिप्रत्ययसानार्थशब्दकर्माकर्मकाणाम् अणि कर्तासणौ इति दृशेश्च इति वार्तिकं निवह्योर्न आदिखाद्योर्न भक्षयतेः अहिंसार्थस्य न इति अपि च तत्र अग्रे तदेव तत्र मुख्यसूत्राणि दत्तानि महोदय तावत् कुर्मः चेदपि तत्र लाभाय लाभाय भवति इति भगिनि सत्यं सत्यं हा इदानीं मम पार्श्वे पुस्तकम् आसीत् तत्र भवती लिङ्क् प्रेषितवती वा तत्र पुस्तकस्य अथवा केवलं तत्र पुस्तकमिति प्रायशः केवलं तस्य चित्रं प्रेषितवती प्रायशः अस्तु महोदय मम पार्श्वे अस्ति भगिनि किन्तु इदानीं तत्र कुत्र अस्ति इति अहं तत्र तस्य कारकम् इति पुस्तकम् अस्ति शत्रुशानज् अपि अस्ति मम पार्श्वे किन्तु एतत् पुस्तकं कुत्र इदानीं मम पार्श्वे नास्ति अस्ति किन्तु महोदय स्वरूपमहोदयस्य करपत्रे ये एतत् सूत्रम् इम्पोर्टेण्ट् सूत्रं तत्र दत्तं तद् पठित्वा अग्रे गमिष्यामि इति अस्तु भगिनि अस्तु अस्तु अस्तु अस्तु अस्तु भगिनि तत्र इदानीं स्थापयामि ओके तदपि लभ्यते वा भगिनि पुस्तकमपि तत्र अस्माकं ग्रूप् मध्ये स्थापयामि महोदय ओ अस्तु अस्तु भगिनि अस्तु अस्तु समीचीनं धन्यवादः भगिनि चिन्ता नास्ति महोदय गीतासोपानं कुत्र भगिनि गीतासोपानं न इदानीं तत्र इदानीं स्थापयामि इदानीं स्थापयामि ओके ओके इदानीं तत्र अस्ति अस्तु प्राप्तम् अस्तु भगिनि समीचीनम् किमर्थं भगिनी एतत् लिङ्क् प्राप्तवती न मम पार्श्वे पी डि एफ़् अस्ति भगिनि ओ ओके ओके अस्तु आं तदेव स्थापितवती अस्तु अस्तु अस्तु उत्तमं भगिनि तर्हि तत्र भवत्या चिन्ता तत्र एतदेव पठामः इति खलु तत्र पुस्तकम् एव तत्र यतोहि अत्र आम् आम् संक्षेपेण तत्र दत्तम् अपि च ते अपि तत्र सन्ति इत्युक्ते तत्र सूत्राणि कानि सूत्राणि पठनीयानि इति चेत् तत्र एतानि सूत्राणि मुख्यसूत्राणि किन्तु करपत्रे तु बहूनि सूत्राणि सन्ति तर्हि भवान् किं चिन्तयति महोदय एतानि सूत्राणि पर्याप्तं वा अलं वा अहम् आं भगिनि अहं चिन्तयामि तत्र प्रायशः यदि वयं तत्र यत् पुस्तके नाम तत्र महाबलेश्वरभट्टस्य पुस्तके निजन्तस्य चिन्तनं तत्र यत् प्रदर्शितमस्ति तत् पठामश्चेत् बहु लाभः अस्ति भगिनि, यतोहि तत्र तद् मध्ये अस्ति, नाम स्वरूपमहोदयस्य करपत्रे बहु अनेके विषयाः दत्ताः, अत्र परिचयः परिचयरूपेण एतत् समीचीनं भवति, तदनन्तरं यदि वयम् एतत् पठित्वा तदनन्तरं यदि वयं स्वरूपमहोदयस्य करपत्रं पठामश्चेत् तत्र मनसि तत्र अनायासेन वयं तत्र अवगन्तुं शक्नुमः इति चिन्तयामि भगिनि. अस्तु महोदय. हा नाम तत्र पुस्तके गीता प्रवेशे दस्ति तस्य किञ्चित् अधिकं महाबलेश्वरभट्टस्य पुस्तके दत्तं, नाम तत्र व्याकरणविषयाः. आम् तत् तदनन्तरं यदि स्वरूपमहोदयस्य करपत्रं पठामश्चेत् तदा अवगमनं समीचीनं भवति इति मन्ये भगिनि, अतः तत्र एतदेव कुर्मः तर्हि. अस्तु महोदय. तर्हि तत्र पुटसङ्ख्या द्वादशपुटे निजन्ताः प्रेरणार्थकाः इति तत् कुर्मः खलु भगिनि, तत्र यतोहि तत्र एतदपि भवति, नाम तत्र किं किं किं तत्र प्रयोजककर्ता प्रयोज्यकर्ता तदपि दत्तमस्ति तत्र, अतः लाभः अस्ति भगिनि. हा लाभः अस्ति, एतदेव कुर्मः तर्हि. स्वरूपमहोदयस्य करपत्रे णिच् प्रत्ययस्य कारणेन प्रमुखम् अङ्गकार्यत्रयं सम्भवति, तदपि पठनीयमिति अहं मन्ये. अचोणिति अत उपधायाः पुगन्तलघुपदस्य च एतत् सूत्रम् एतत् सूत्रस्य प्रसक्तिः अस्ति अत्र उदाहरणे तस्य ज्ञानं भवति चेत् लाभाय भवति इति मन्ये. अचोणिति अत उपधायाः तद् महाबलेश्वरस्य करं पुनश्चेत् तद् नास्ति. सत्यं महोदय, तत्र निजन्तरूपं कथं भवति इति करपत्रे एव अस्ति, तावदेव पठितुं शक्नुमः. अतः तर्हि तत्र करपत्रे प्रथमभागः इति वा? आम् आम् आम् प्रथमभागः नाम प्रेरणार्थकणिचः व्यवस्था कीदृशी इति खलु. तिङन्तरूपस्य साधनार्थं सोपनत्रयं तत् प्रेरणार्थकनिच् व्यवस्था वा? ओके, तदपि पठनीय. किन्तु भवती कुत्र अस्ति तत्र? न, तस्य अधौ भागे तिङन्तरूपस्य साधनार्थं सोपानत्रयम्. हा सोपानत्रयम्, अस्तु अस्तु अस्तु भगिनि. हा अस्तु अस्तु, तर्हि तत् तावत् पर्यन्तं तर्हि तदेव पठामः तर्हि. अस्तु भगिनि, तत् पठामि. पठित्वा तदनन्तरं महाबलेश्वरभट्टस्य पुस्तकम् इति किमपि. अस्तु भगिनि, अस्तु तर्हि भवती एव आरम्भं करोतु तर्हि. तिङन्तरूपस्य साधनार्थं सोपानत्रयं सा धातुः प्लस् णिच् प्रत्ययः. णिच् भगिनी तत्र प्रायशः उपरि यदस्ति तद् तदपि पठामि वा? आवश्यकता नास्ति वा इति? ओके, पठामि. प्रार्थना प्रेरणार्थकनिच्छः व्यवस्था. अस्तु, ओके णिच् ओके णिच् प्रत्यये मुख्यतः अर्थद्वये भवति, स्वार्थे प्रेरणार्थे च. चुरादिगणे णिच् प्रत्यये भवति, यथा चोरयति, क्षालयति, प्रेषयति, कथयति इत्यादीनि रूपाणि. तत्र णिच् प्रत्ययः स्वार्थे अस्ति, इत्युक्ते धातोः एव अर्थपोषणं करोति. णिच् प्रत्ययस्य पृथक्तया कोऽपि अर्थः नास्ति. णिच् प्रत्ययः प्रेरणार्थे अपि भवति, प्रायः सर्वेभ्यः धातुभ्यः णिच् अस्मिन् अर्थे भवति, यथा पठति, पाठयति, अत्र पठनार्थं प्रेरयति. एतादृशेषु प्रयोगेषु प्रेरणार्थः णिच् प्रत्ययात् आगतः. णिचः एकं वैशिष्ट्यं यत् अयं प्रत्ययः यदा विहितः तदा गणीया चर्चा नितरां न अपेक्षिता. धातुः कस्मिन्नपि गणे भवतु नाम तस्य ण्यन्तरूपस्य गणेन सह न कोऽपि सम्बन्धः. पठति भवादिगणे, लिखति तुदादिगणे, चालयति चुरादिगणे प्राप्नोति स्वादिगणे परन्तु पाठयति लेखयति क्षालयति प्रापयति इत्येषां कृते तिङन्तस्य रूपसाधनार्थं गणस्य आवश्यकता नास्ति एव येषां गणः अपि नास्ति एव कस्मिन् गणे इति प्रश्नस्तु नैव उदेति उदेति चेत् तस्य उत्तरं नास्ति हि सम्प्रति ओके समीचीनं भगिनि किमपि वक्तव्यं नास्ति कथं निर्मीयन्ते दृश्यन्ते च इति अवलोकनीयम् अन्ये कोऽपि पठति वा प्रेरणार्थं भवती एव तत्र प्रथमं करोतु भगिनि अस्तु प्रेरणार्थकनिचः व्यवस्था औपदेशिकधातवः पाणिनीयधातुपाठे एकसहस्र नवशत त्रिचत्वारिंशत्तमं धातवः उपदिष्टाः सन्ति उपदिष्टाः धातवः अतः एते औपदेशिकधातवः येषां धातूनां धातुसङ्ख्या भवति भुवादयो धातवः इति सूत्रेण आदिदेशिकधातवः इत्युक्ते औपदेशिकधातवः यत्र पाणिनिसु धातुपाठे यत् दत्तं ते सर्वे औपदेशिकधातवः भूवादयो धातवः इति सूत्रेण धातूनां धातुसङ्ख्या भवति आदिदेशिकधातवः इत्युक्ते किम् उपरितनान् पाणिनीयधातुपाठे पठितान् धातून् वर्जयित्वा इतोपि असङ्ख्याः धातवः सन्ति एते धातवः धातुपाठे न सन्ति अपि तु अस्माभिः निर्मिताः यथा पट् योगः णिच् पाठी योग शप् योगति पाठयति अत्र पाठी इति नूतनधातुः निर्मितः णिच् प्रत्ययस्य योजनेन चोरि इव यावन्तः धातवः सृष्टाः ते सर्वे सनाद्यन्ता धातवः इति सूत्रेण धातुसङ्ख्यकाः सनाद्यन्ता धातवः इत्यनेन सूत्रेण धातुसंज्ञकाः हेतुमती च प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच् स्यात् णिच् विधायकं सूत्रं क्रियार्थं यः प्रयोज्यं प्रेरयति सः प्रयोजकक्रियायाः हेतुः क्रियार्थं यः प्रयोज्यं प्रेरयति सः प्रयोजकक्रियायाः हेतुः आधारतया अस्यासीति हेतुमान् मतुप्रत्ययः प्रयोजकनिष्ठः प्रेषणादिव्यापारः हेतुमान् तस्मिन् हेतुमति व्यापारः इति प्रेषणादिक्रिया प्रेषणादिक्रिया स च व्यापारः हेतुमान् स्वनिष्ठा धारता निरूपिता देयता सम्बन्धेन हेतुः यत्रास्ति स हेतुमान् व्यापारः तस्मिन् वाच्ये णिज् इति आहुः इति तत्त्वबोधिनी अस्यां स्थितौ यत्र हेतुमातिव्यापारे हेतुमतिव्यापारे वा हेतुमातिव्यापारे वा अस्यां हेतुमति हेतुमतिव्यापारे प्रयोजकः हेतुः अस्ति तत्र धातोः णिच् प्रत्ययः विधीयते हेतुमति सप्त्यन्तं सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो निच् इत्यस्मात् निच् इत्यस्य अनुवृत्तिः प्रत्ययः परश्च इत्यनयोः अधिकारः धातोरेकाचो हलादेहे क्रियासमभिहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः वचनपरिमाणेन परिणामेन वचनपरिणामेन पञ्चमीविभक्तौ धातुभ्यः अनुवृत्तिसहितसूत्रं हेतुमती च धातोः णिच् प्रत्ययः परश्च इति अस्तु तर्हि तत्र किञ्चित् वक्तव्यमस्ति किन्तु प्रायशः तत्र इदानीं किमर्थं चेत् तत्र ये ये धातवः चुरादिगणे सन्ति ते स्वार्थे इति प्रयोगे तस्य स्वार्थे इति स्वार्थनिच्छुधातु इति अस्ति. यत्र यत्र अन्यत् किमपि धातव केपि गणानां सन्ति तस्य यदि निच् प्रत्यययोजनेन योजनं भवति एव भवति तस्य प्रेरणार्थकनिच् इति वदति. द्विविधाः सन्ति वार्ते अपि च प्रेरणार्थे. ये ये धातवः चुरादिगणे सन्ति ते सर्वे स्वार्थे अस्ति निच् प्रत्यया तत्र. अन्य कोऽपि धातवः च भवेत् तस्य निच् प्रयोगेण निच् योजनेन तत्र ये धातवः भवति ते प्रेरणार्थे इति वक्तुं शक्य वदनीय. सत्यं सत्यं समीचीनं भगिनि. अस्तु उत्तमं. तत्र तर्हि तत्र हेतुमति तत्र औपदेशदातवः आतिदेशिकदातवः तत्र किमपि वक्तव्यं नास्ति. तत्र हेतुमति च इति तत्र नाम तत्र प्रयोजकः अस्ति. प्रयोजकः एव तत्र क्रियायाः हेतुः नाम कारणम्. अत्र व्यापारे कारणम् इति अस्ति इति कृत्वा व्यापारः हेतुमान्. अतः तत्र हेतुमति नाम तत्र व्यापारे नाम हेतुमति इति व्यापारे तत्र अनिच्छति आगच्छति इति तत्र केवलं स्थूलरीत्या वदामः तावदेव. अस्तु अग्रे अग्रे तत्र यत् अस्माकं मुख्यलक्ष्यमस्ति तत्र गच्छामः. तर्हि तर्हि शोभा भगिनी अग्रे तिङन्तरूपस्य इति. अस्तु महोदय. तिङन्तरूपस्य साधनार्थं सोपानत्रयं धातुः योगः णिच् प्रत्ययः णिच् निमित्तकम् अङ्गकार्यं द्वयोः संयोजनेन निजन्तधातुः लिख् योगः णिच् लेखि निजन्तधातुः योगः शप् विकरणप्रत्ययः शप् निमित्तकम् अङ्गकार्यं द्वयोः संयोजनेन नूतनम् अङ्गं लेखि योगः शप् लेखय अङ्गं योगः तिङ् प्रत्ययः तिङन्तरूपं लेखय योगः ति लेखयति. तत्र धातुतः आरभ्य धातुना सह णिच् प्रत्ययः युज्यते चेत् तत्र णिच् निमित्तकम् अङ्गकार्यं भवति इति. तत्र इदानीं णिच् प्रत्ययम् आधारीकृत्य अङ्गकार्याणि भवन्ति अपि च द्वयोः संयोजनेन णिजन्तधातुः सिद्ध्यति. अतः तत्र लिख् योगः णिच् णिच् इति प्रत्ययात् कारणात् अङ्गकार्याणि भवन्ति. तत्र लिख् इत्यत्र लेख् इति गुणः भवति. लेख् योगः णिच् इत्यत्र केवलम् इ इति तिष्ठति, नकारः चकारः अपगच्छति. अतः लेख् योगः इ लेखि इति इदानीं निजन्तधातुः. निजन्तधातुः योगः शप् विकरणप्रत्ययः. इदानीं तत्र निजन्तरूपे अपि शप् इति प्रत्ययः आगच्छति विकरणप्रत्ययः. तर्हि तत्र तेन इदानीं शप् इत्यनेन न शप् निमित्तकम् अङ्गकार्यम्. इदानीम् अङ्गकार्याणि शप् निमित्तीकृत्य भवन्ति अपि च अतः तत्र लेखी योगः शप् शप् इत्यस्य अकारः एव तिष्ठति. तत्र इकार इकारस्य ऐ आदेशः भवति. तत्र लेख् एकारः भवति, अयादेशः भवति, अतः लेखै इति भवति. लेखया इति अन्तिमरूपं लेखै योगः अ लेखया इति. तत्र लेखी लेखया इदानीम् अङ्गं योगः तिङ् प्रत्ययः तिङ्गन्तरूपं साधयितुम् इदानीं लेखया योगः ति वर्णमेलनेन लेखयति इति. तत्र सम्पूर्णतया लेखयति इति रूपं कथं भवति इति विवृतम् अस्ति. इत्युक्ते णिच् इति योजयामः चेत् तत्र लेखि इति धातुम् इदानीम् आतिदेशिकधातुं प्राप्नुमः. इदानीं लेखि इति धातुः इति मत्वा तत्र णिच् योजयामः तेन लेखया इति भवति शप् इति योजयित्वा. तदनन्तरं तिङन्तरूपं साधयितुं तिप् प्रत्ययं योजयामः तिङ् तत्र तिप् इति अन्ते लेखयति इति क्रियापदं प्राप्नुमः. णिच् प्रत्ययस्य कारणेन प्रमुखम् अङ्गकार्यत्रयं सम्भवति निच् प्रत्ययस्य कारणेन इदानीम् अङ्गकार्याणि कार्याणि कानि इति चेत् त्रयः अस्तु अचोण्णिति इति प्रथमसूत्रं तत्र अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति णिति प्रत्ययपरे येन विधिस्तदन्तस्य इत्यनेन अचः अङ्गस्य नाम न केवलम् अच् इति अङ्गस्य अपि तु अजन्तस्य अङ्गस्य अलोन्त्यस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः ञ च ण च ञौ इति णौ इति इतौ यस्य तत् णित् तस्मिन् णिति णित् तत्र नकार णकार णिति द्वन्द्वगर्भ बहुव्रीहिसमासः अचः षष्ठ्यन्तं णिति सप्तम्यन्तं द्विपदमिदं सूत्रम् मृजेर्वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य वृद्धिः णिति अस्तु तत्र सारांशः इति किम् इति चेत् तत्र अचः अङ्गस्य इत्युक्ते अचो णिति इत्यत्र अचः इति अस्ति अचो इति अचः णिति इत्युक्ते तत्र यथा उक्तं विवरणे णिति इति तत्र किं चकारस्य अनुनासिकवर्णः तस्मिन् परे अथवा णकारः तस्मिन् परे ये प्रत्ययाः येषु ये एतौ द्व किं वर्णौ स्तः तत्र तस्मिन् तत् तद् निमित्तम् अस्ति तयोः परे इति वृद्धिः अङ्गस्य वृद्धिः भवति तं निमित्तीकृत्य इति यथा तत्र उदाहरणं दत्तमस्ति प्रेरणार्थक णिचि यथा नी इति धातुः योगः णिच् तत्र नी इत्यस्य दीर्घ ईकारस्य ऐकारादेशः भवति णिच् इत्यनेन इत्यस्मात् कारणात् अतः नञ् योगः इ तत्र इदानीं नञ् इत्यस्य आकारः भवति अत उपधायाः इति वृद्धिः तत्र अत उपधायाः इत्यनेन अङ्गस्य उपधायाः अतः अस्त तद् नास्ति तत्र नञ् इत्यस्य आकारः भवति न क्षमतां नञ् इत्यस्य अयादेशः भवति आयादेशः भवति आ इति आदेशः भवति हा नी इत्यस्य तत्र ने इत्यस्य ऐ नाय् नञ् इत्यस्य आ इति आदेशः नाय् योगः इ नायि इति भवति इदानीं नायि योगः ति तत्र अति अति अति नायि योगः नायि योगः शप् शप् शप् योगः ति तत्र सप्योगः अपि तर्हि नायियोगः आयोगः ति इदानीं पुनः तत्र नायि इत्यस्य अयादेशः भवति अन्ते नायि नाये भवति एचो यवा यावः इत्यनेन अयादेशः नाय नाय् तत्र यणुसन्धि नायि योग सप् अत्र इ योग यणुसन्धि नाय् नाय्य नाय्य नाय्य नास्ति खलु तत्र अपि अपि अपि अपि अस्ति न इकारस्य स्थाने यकार अपि च अकार न किन्तु नाय्य इति यकारद्वयं भवति चेत् तथा रूपं न भवति नाये इति प्रथमं भवति खलु भगिनि नाये इति भवति गुणः भवति शप् इति हित् अस्ति खलु पित् अपि अस्ति नाये इति भवति नाये एचो यव यावः इत्यनेन इकारस्य स्थाने नायै इति भवति खलु नाय्य ओ अस्तु यत् भवती वदति तदेव प्रायशः नाय्य नायि योगः तत्र यणुसन्धि प्रथमतया यणुसन्धि रैट् नाय् इति भवेत् तत्र तदनन्तरम् अकारः नाय नाययति अस्तु इदानीं सर्वाणि सूत्राणि तत्र प्रक्रिया सम्यक्तया मनसि नास्ति यथा तत्र दत्तं भगिनि भवती उक्तवती एव नाम तत्र नियोगः णिच् प्रथमतया तत्र नञ् योगः ईकारः भवति तदनन्तरं तत्र ऐकारः तत्र तस्य तद् नायी नाय योगः नायी इति भवति. किन्तु तत्र महोदय णिच् इत्यस्य नीति तत्र सवर्णदीर्घसन्धिः न भवति. नियोगः णिच् णिच् इत्यस्य इ इति अवशिष्यते. किन्तु तत्र इ इति प्रत्ययात् कारणात् नै इति भवति. इदानीं नाय् इति नायि इति भवति. नायि इति इदानीं नायि निजन्तधातुः आदिदेशिकधातुः. इदानीं नायि योगः शप् योगः ति नायि योगः आयोगः ति. इदानीं शब् षित् अस्ति पित् अस्ति इत्यनेन इकारस्य गुणः भवति नाये इति भवति. नाये इदानीं नायै नायै नाययति इति तादृशं किमपि भवति महोदय. तत् भगिनी तदेव अग्रे पश्यामि तत् तत् रूपसाधनं. हा तत्र अत उपधाय इति अस्ति इदानीम् अग्रे. तेन तु वृद्धिः भवति नञ् इत्यस्य. अस्तु तत् तदपि पठित्वा वदामि महोदय. वदामि वा? अस्तु अस्तु वदतु भगिनि. अत उपधायाः उपधायाम् अतः वृद्धिः. अस्तु तत्र भिन्नः भिन्नम् उदाहरणम् अस्ति अग्रे. उपधायाम् अतः वृद्धिः निति निति प्रत्ययपरे अतः षष्ठ्यन्तम् तर्हि तत्र अचोणिति इत्यनेव एव अभवत् खलु पूर्वं. तर्हि किं भवति तत्र अचोणिति इत्यनेन वृद्धिः भवति इति दत्तं. तत्र नी इत्यत्र न अहं किञ्चित् किं पूर्वसूत्रं प्रति गतवती भगिनी. तत्र अचोणिति इत्यनेन कार्यं नायि इत्यत्र. अतः अजन्त अङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति इति. तत्र नञ् इति अस्तु. अग्रे दृष्ट्वा वदामि. इदानीं तत्र अतो उपधाय इति उपधायाम् अतः वृद्धिः निति निति प्रत्ययपरे अतः षष्ट्यन्तम् उपधायाः षष्ट्यन्तं द्विपदमिदं सूत्रं. मृजेर्वृद्धिः इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः. अचोणिति इत्यस्मात् निति इत्यस्य अनुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अङ्गस्य उपधायाः अतः वृद्धिः निति. इदानीं प्रेरणार्थकणिचि यथा पट् योगः णिच् इति पाठि इति रूपं कथं सिद्ध्यति इति इदानीं दृष्टवन्तः. पाठि इति भवति तत्र इत्युक्ते अतोपधाय इति पट् इत्यत्र उपधायाम् अकारः अस्ति. अत् इति ह्रस्वाकारः केवलं ह्रस्वाकारः अत् इत्यनेन तस्य वृद्धिः भवति अचो अत उपधायः इत्यनेन पाट् इति भवति. इदानीं पाट् योगः णिच् इत्यस्य इकारः पाठि इति नूतनधातुः णिजन्तधातुः. तत्र पाठयति इति पुनः सिद्ध्यति. तत्र नि इत्यत्र नञ् इति अचोण् णिति इत्यनेन वृद्धिः भूत्वा अभवत्. तत्र णिचि परे वृद्धिः भूत्वा अभवत् नि इत्यत्र. तदेव उक्तवती तत्र. हा अस्तु. तर्हि प्रायशः वेदा भगिनी पठेत् अग्रे. अस्तु अस्तु भगिनि. हा समीचीनं. धन्यवादः भगिनि. एतत् सर्वं नूतनमस्ति मम कृते. हा अतः आं तत्र नाय इति दृष्ट्वा वदामि महोदय. अनन्तरं भवती पठतु भगिनि. अस्तु. पुगन्तलघुपदस्य च सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति. पुक् अन्ते यस्य तत् पुगन्तं. लघ्वी उपदा यस्य तत् लघुपदं. पुगन्तञ्च लघुपदञ्च तयोः पुगन्तलघुपदं समाहारद्वन्द्वः तस्य पुगन्तलघुपदस्य. पुगन्तलघुपदस्य षष्ट्यन्तं पदं च अव्ययं पदम् अव्ययपदं द्विपदमिदं सूत्रं. मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः. सार्वधातुक आर्धधातुकयोः इत्यस्य पूर्णानुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः. इको गुणवृद्धि इत्यस्मात् परिभाषासूत्रात् इकः आयाति यत्र स्थानि न उक्तम् इकः आयाति. अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः प्रेरणार्थक इत्युक्ते यत्र उपधायां लघु इक् वर्णः अस्ति चेत् तस्य निजन्त निच् प्रत्यये परे न कोऽपि निच् प्रत्यय सार्धधातुक भवेत् या अर्धधातुक भवेत् किमपि भवेत् अर्धधातुक प्रत्यय अस्ति इति कारणतः पुगन्तलघुपदस्य च सूत्रं कार्यं करोति तत्र अङ्गस्य उपधाङ्गस्य यद् इक् अस्ति इक् वर्णः अस्ति तस्य गुणः भवेत् इति एतत् सूत्रं वदति प्रेरणार्थकनिचि यथा लिक् योग णिच् लिच् लिख् तत्र णिच् प्रत्यये परे अस्ति तत्र एतत् सूत्रं पुगन्तलघुपदस्य च सूत्रं कार्यं करोति किमर्थं चेत् उपधायाः धातोः उपधाया वर्ण ह्रस्व इकार अस्ति इति कारणतः तत्र गुणः भवति गुणः भूत्वा लिख् लेख् भवति लेख् योगः णिच् यथा भगिनी उक्तवती णिच् इत्यत्र नकारस्य लोपः भूत्वा चकारस्य लोपः भूत्वा केवलम् ईकारः तिष्ठति लेख् योगयि लेखि इति आतिदेशकधातु अस्ति तस्य रूपं किमर्थं लेखयति इति अग्रे पश्यामः तत्र पुक् इति इत्युक्ते किं भगिनि तत्र पुक् इत्युक्ते अन्ते यस्य तत् पुगन्तं यस्य पुक् अस्ति अन्ते पुक् किं किं वदामि तत्र किं किं कः वर्णः अन्ते भवेत् कः वर्णः भवेत् कोऽपि वर्णः भवेत् परन्तु अन्ते पुक् पुक् अस्ति चेत् लेट् मी सी दट् वि सान् एक सूत्रं पकारस्य पुक् आगम इति सूत्रं दृष्टवन्तः न पूर्वे तस्य विषये नाम तत्र यत्र पुक् अन्ते तत्र पुक् अस्ति नाम पुक् नाम तस्य तस्य अन्वयः नास्ति महोदय अत्र नास्ति केवलम् उपधा इति हा उपधा एव तत्र पुगन्त उपधा इति पुगन्तस्य इत्युक्ते तत्र पुगन्तस्य अङ्गस्य अपि च लघु उपधस्य च इकः गुणः इति तर्हि केवल उपधा उपधा एव उपधा एव उपधा एव उपधा अस्तु अस्तु समीचीनं धन्यवादः अस्तु अतः यदा वयं निजन्तरूपं निर्मातुम् इच्छामः तदा अस्माकं प्रथमः प्रश्नः अस्ति धातुः कः पठति इत्यस्य धातुः पठ् लिखति इत्यस्य लिख् भवति इत्यस्य भू यावत् धातुः न ज्ञातः तावत् अङ्गकार्यं किम् इति ज्ञातुं न शक्नुमः तदेव अग्रे पठनीयं वा तद् नास्ति वा अग्रे तत्र कथं सिद्ध्यति रूपम् अस्तु यथा प्रेरणार्थस्य विवक्षायां प्रक्रिया एवं लिख् भूवादयो धातवः इत्यनेन लिख् इत्यस्य धातुसंज्ञा हेतुमती च इत्यनेन णिचः विधानं हेतुमती च इत्यनेन णिचः विधानं लिख् योग णिच् चुटु हलन्त्यं तस्य लोपः इत्यनेन अनुबन्धलोपः तदेव लिख् योग ई तिष्ठति पुगन्तलघुपदस्य च उपधायां लघु इकः गुणः आर्धधातुकप्रत्यये परे तदेव लिख् लेख् भवति लेख् योगः ई लेखि सनाद्यन्ताधातवः इति सूत्रेण लेखि इत्यस्य धातुसंज्ञा लट् विवक्षायां प्रथमपुरुषस्य एकवचने ति प्रत्ययः लेखि योगः ति कर्तरि शप् कर्तर्त्रे तिङ् प्रत्यये वा षित् कृत् प्रत्यये वा शप् विहितः भवति कर्तरते तिङ् प्रत्यये वा षित् कृत् प्रत्यये वा शप् विहितः भवति तदेव लेखि योगः शप् योगः ति अनुबन्धलोपे लशक्व तद्धिते हलन्त्यं तस्य लोपः इत्यनेन अनुबन्धलोपः भवति शकारस्य लोपः भवति, पकारस्य लोपः भवति, केवलम् अ एव तिष्ठति. लेखि योगः अ योगः ति. सार्वधातुक आर्धधातुकयोः स्टप् स्थित् अस्ति, पित् अपि अस्ति, अतः धातोः अन्त्यस्य इकः गुणः. लिखि लेखि लेखे भवति. ओ सत्यं शोभा भगिनी, तत्र अहं सन्धिकार्यमिति भवति तद् नास्ति, प्रथमतया अङ्गकार्यं भवनीयं, तत्र पश्चात् सन्धिकार्यम्. ओके सो लेखि योगः अयोगः ति, तत्र लेखि लेखे भवति सार्वधातुक आर्धधातुकयोः इत्यनेन अन्त्यस्य इकवर्णस्य गुणः भवति. लेखि लेखे योग अयोगः ति. तत्पश्चात् एचोय वायावः सन्धिकार्यम् इत्यनेन अचीपरे ये स्थाने ऐ आदेशः लेख् योग ऐ योग अयोगति वर्णमेलने लेखयति इति तिङन्तरूपं निष्पन्नम्. ओके तदेव महोदय. उत्तममस्ति भगिनि. अतः इदानीं तत्र प्रक्रिया यदि कीदृशी इति तत्र सम्यक् रीत्या प्रदर्शिता अस्ति. ओके तत्पश्चात् भट्ट महेश्वरभट्ट महोदयस्य पुस्तकं पठामि वा तत्? अस्तु भगिनि. तत्र ऋकारान्त आकारान्त अस्तु किं चिन्तनं तत्र शोभा भगिनी, तत्र भवती किं चिन्तयति? आम् पठितुं शक्नुमः महोदय. अत्र यतोहि अग्रे पुस्तके प्रक्रियां साध प्रक्रियाः साधनं करणीयमस्ति, अतः तद् कुर्मः वा अथवा अग्रे गच्छामः वा महोदय पुस्तके अथवा अस्मिन्? तत्र इत्युक्ते अग्रिमपृष्ठे तत्र धातुं स्वीकृत्य केवलं निश्चित्यस्य ई, तदनन्तरं गम् गमी भवति गमयति, तत्र ततः आरम्भं कर्तुं शक्नुमः, रूपाणि पश्यामः वा तदनन्तरं निजन्तपुस्तके पश्यामः वा? तत्रापि अभ्यासाः सन्ति निजन्तपुस्तके अपि, किन्तु केवलं रूपाणि, अत्र तु किञ्चित् प्रक्रिया दर्शिता अस्ति खलु, अतः अग्रे पुस्तकं प्रति गच्छामः वा भगिनी महोदय? अस्तु अस्तु भगिनि, पुस्तकम् इत्युक्ते तत्र वस्तुतस्तु धातोः णिच् प्रत्यये कृते णिजन्तधातुः सिद्धः भवति इति ततः आरभ्य कर्तुं शक्नुमः. कुत्र भगिनि? अग्रिमे पुटे इदानीं तत्र प्रक्रिया करणीया अस्ति, किन्तु तत् कर्तुं न इच्छामः चेत् तदनन्तरम्. अस्तु भगिनि, नाम पुस्तके एव तत्र अस्तु अस्तु, तत् कुर्मः भगिनि. अस्तु तर्हि प्रवेश गीताप्रवेशपुस्तके एव पेज् 74 भगिनि, वेदा भगिनि. अस्तु अस्तु, तत्र अभ्यासः अस्ति, अभ्यासस्य अधोभागे वस्तुतस्तु. अस्तु तर्हि शोभो भगिनि भवती एव तत्र वदतु तर्हि. तर्हि तत्र यथा इदानीं करपत्रे पठितं तथा धातुः गम् इति स्वीकृत्य गम् योगः णिच् गम् योगः ई गमि इति इदानीं णिजन्तधातुः भवति, तेन सह लट् तिङ् प्रत्ययं योजयामः चेत् यथा इदानीं दृष्टवन्तः गम् योगः शप् योगः ति, गम् योगः आयोगः ति भवति, गमयति इति रूपं भवति तत्र. तत्र प्रक्रिया वदनीयं वा अथवा केवलं रूपाणि वा महोदय? तत्र यथा भवती सोपानानि उक्तवती तावत् कुर्मः भगिनि. तर्हि तत्र गम् अस्तु, तत्र यत् दत्तं तदेव दृष्ट्वा एव कर्तुं शक्नुमः. इदानीं लिख् इत्यत्र गम् गम् इत्यत्र इदानीं भूवादयो धातवः हेतुमति च इति सूत्रयोः प्रसक्तिः धातुसंज्ञा भवति भूवादयो धातवः इत्यनेन हेतुमति च इत्यनेन णिच् विधानं भवति गम् योगः णिच् तत्र अनुबन्धलोपः भवति तत् अतः णिच् किं गम् योगः इ एव तिष्ठति इदानीं गम् इत्यत्र पुगन्तलघुपदस्य इत्यस्य प्रसक्तिः नास्ति अत उपधायाः इति तदपि नास्ति तत्र नास्ति गम् योगः इ इदानीम् अग्रे गमि इति भवति गम् योगः इ तत्र सनाद्यन्ता धातवः इत्यनेन गमि इति नूतनधातुः इदानीम् इदानीं गमि योगः ति इति कर्तरि शप् इत्यनेन तत्र शप् गम् गमि योगः शप् योगः ति तत्र अनुबन्धलोपं कृत्वा गमि योगः आयोगः ति तत्रापि पुनः गमि इत्यस्य सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति गमे इति भवति गमे योगः आयोगः ति गमे इत्यस्य एकारस्य एचो यवा यावः इत्यनेन ऐ आदेशः भवति गमै योगः आयोगः ति गमयति इति भवति समीचीनं तथा एव पठ पाठयति दृश्य दर्श अस्तु तत्र भवती करोतु पठयोग इ तत्र पठयोगः इ पठयोग इ तत्र वदामि हेतुमति च इति न वदामि अहं न वदामि केवलं प्रयोगे एव वदामि अहं पठयोग इ तत्र इ इति अणिच् प्रत्ययः अस्ति णिच् इति प्रत्ययस्य लोपानन्तरम् अनुबन्धलोपानन्तरम् इ इति प्राप्नुमः इति एव णिच् इति कारणतः तत्र अत उपधायाः इति सूत्रं तत्र कार्यं करोति अचोणिति तत्र कार्यं नै न करोति किमर्थं चेत् तत्र हलन्त धातुः अस्ति इति कारणतः अचोणिति कार्यं न करोति द्वितीये सोपाने अथ उपधायाः सूत्रं कार्यं करोति तत्र उपधायाः यत् अवर्ण प पट् इत्यत्र प इत्यत्र अकारः अस्ति तस्य दीर्घः भवति उपधायाः वृद्धिः भवति तदेव पाठ् इति भवति पाठ् योगयि पाठि इति निजन्तधातुः भवति पाठि इति निजन्तधातु तत्पश्चात् निजन्तधातु अर्धधातुक सार्वधातुक अर्धधातुकयोः इत्यनेन तत्र सारि प्रथमतया शप् इति प्रत्यय योजनीयं शप् योगः ति शप् इत्यस्य अनुबन्धलोपानन्तरं अकार तिष्ठति पाठि योग अयोगः ति तत्र अकार तिप् प्रत्ययः अस्ति पित् अस्ति इति कारणतः सार्वधातुक अर्धधातुकयोः इत्यनेन अन्तिमलघु इक् वर्णस्य गुणः भवति पाठि पाठे भवति पाठे योग अयोगति तत्र एचो यवायावः सूत्रेण पाठ एकार अकार मेलनेन तत्र एकारस्य स्थाने ऐ आदेशः भवति पाठ पाठे पाठ पाठै योग अयोगति पाठयति इति रूपं प्राप्नुमः पाठयति इति समीचीनं समीचीनं भगिनि अत्र किमर्थं तत्र गम् धातु मध्ये तत्र दीर्घत्वं न अभवत् नाम घाम् इति नत्र गामि इति दत्तम् इति मन्ये न गमीया न न गमि गमि इति एव अस्ति गामि इति तत्र किमर्थं गामि न भवति पुनः तत्र मित् इति अस्ति खलु अतः ओ अन्यत् सूत्रम् अस्ति वा भगिनि तत्र वृद्धिः भवति तदनन्तरं पुनः ह्रस्वः भवति स्मरणे न तिष्ठन्ति इदानीं तत्र पश्यन्तः स्मः इत्यनेन इति स्मरणे आगच्छति तावदेव समीचीनं भगिनि अस्तु अस्तु मम तु प्रथमवारम् अस्तु तर्हि तत्र गम् इत्यत्र वृद्धिः अभवत् पुनः तस्य वृद्धिः गच्छति नाम तत्र ह्रस्वत्वं प्राप्तुं भवति. ओम् अस्तु अस्तु अस्तु अस्तु अस्तु. हा तर्हि तत्र दृश्यति इदानीं तत् कृत्वा विरमामः. भगिनी शुभा भगिनी आम् महोदय. इदानीं दृश् इति धातुः तत्र दृश् योगः प्रथमं तत्र निच् इत्यस्य योजनं तर्हि दृश्योगः णिच् भवति. इदानीं तत्र दृश्योगः णिच् णिच् इत्यस्य इ एव तिष्ठति तर्हि तत्र ई इदानीं तत्र दृ दृ तत्र उपधायां ऋकारः अतः सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति दर्श् इति भवति. दर्श्योगः दर्शी भवति. दर्शीयोगः शप् योगः ति दर्शीयोगः आयोगः ति तत्र दर्शे योगः आ भवति. दर्शे इत्यस्य एकारस्य इच्छवयवयवः इत्यनेन अयादेशः दर्शै योगः आयोगः ति दर्शयति इति भवति. समीचीनं अस्तु. तर्हि तत्र प्रक्रिया इदानीं प्राप्ता खलु इदानीं. उत्तमम् अस्तु भगिनि अस्तु. समीचीनं धन्यवादः. मम कृते नूतना एव अस्ति एतत् सर्वम्. अस्तु समीचीनम्. अस्तु तर्हि तत्र तर्हि तत्र अग्रिमे सप्ताहे किं कुर्मः? पुस्तके एव पठित्वा अग्रे सरामः. यदा वयं चिन्तयामः तत्र यदा वयं चिन्तयामः तत्र महाबलेश्वरभट्टस्य पुस्तकमपि तदपि यथा यथा चिन्तनं भवति तथा कुर्मः. यतोहि तत्र प्रयोज्यकर्ता प्रयोजककर्ता एतत् सर्वं तत्र महाबलेश्वर भट्टस्य पुस्तके सम्यक् रीत्या दर्शितमस्ति खलु. आम् आम् आम्. विवरणं नास्ति तत्र महोदय प्रयोजककर्ता किञ्चित् लघुविवरणम् अस्ति अस्मिन् पुस्तके नन्तरम् आगच्छति विवरणं तत्र पठितुं शक्नुमः. अस्तु महोदय. आम् किन्तु तत्र महोदय एका वन्दे मातरम् इति कथा अस्ति तत्र रूपाणि वाक्येषु दर्शितानि सन्ति तदपि एकवारं पठामः चेत् लाभाय भवति. अस्तु तर्हि तत्र वन्दे मातरं तर्हि वन्दे मातरं तावत्पर्यन्तं पठित्वा तदनन्तरं चिन्तयामः कुत्र पठामः इति पुस्तकं वा. अस्तु समीचीनम् अस्तु. तर्हि वेदाभगिन्या वदतु भगिनि. एक मुझे पूछना है हिंदी भाषा में ना दो प्रेरणात्मक क्रिया बताई गई है जैसे बच्चा दूध पीता है तो वो खुद क्रिया करता है ठीक है मतलब बालक दूधम पीबती फिर दूसरा है कि माँ बच्चे को दूध पिलाती है मतलब माँ के द्वारा वो क्रिया होती है और तीसरा है माँ गाई के द्वारा मतलब किसी और के द्वारा बच्चे को दूध पिलाती है तो वैसे संस्कृत में है ना विसर्ग होता है एक कर्म पदम. भगिनी प्रायश तत्र किं भवति तत्र तृतीया भवति भगिनी तत्र अन्येन द्वारा अन्येन तत्र अन्य पुरुषस्य द्वारा अथवा अन्य स्त्रियायाः द्वारा माता क्रिया के रूप में नाम अत्र प्रेरणार्थे णिच् इत्यत्र साक्षात् तत्र प्रेरणा तत्र कर्ता भवति तत्र क्रियायाः कर्ता भवति साक्षात् नाम तत्र तत्र माता गौः इत्यस्य किं भवति तृतीया गवा इति वा गवा माता गवा बालकं दुग्धं पाययति इति भवितुम् अर्हति इति मन्ये. उक्तं तत्र तृतीया एव भवति. यतोहि तत्र माता एव कर्ता इदानीं कर्तृ नाम माता बालिकया शिशु दुग्धं पाययति ऐसे होगा. तादृशं सत्यं भगिनि. तादृशं तादृशं रूपम् अस्ति इति भगिनि तत्र तृतीया भवेत् इति मन्ये. अस्तु वेदा भगिनी तत्र अन्ते शान्तिमन्त्रं वदति वा. धन्यवादः भगिनि. एकनिमिषं ॐ पूर्णमिदं पूर्णमदः पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः महोदय धन्यवादः धन्यवादः भगिनी धन्यवादः